अद्यतनचर्चाविषयः भवति अभावः इति मुख्यतया चर्चाविषयः भवति. अभावं चर्चयित्वा अग्रे विरोधनिरूपणं, कीदृशाः विरोधाः सन्ति, प्रतियोगिता अनुयोगिता नाम किम् इति सर्वं किञ्चित् चर्चयामः. किन्तु तस्मात् पूर्वं गते सप्ताहे वयं समवायः संयोगः इति सम्बन्धद्वयं दृष्टवन्तः. तस्मिन् विषये कोऽपि वक्तुं शक्नोति वा अथवा इच्छति वा? समवायसम्बन्धः इत्युक्ते किं, संयोगः नाम कः इति. नीता भगिनी प्रयत्नं करोति किम्? आं भगिनि, संयोगः वियोगः इत्युक्ते करः अस्ति, तौ भिन्नस्थानस्थितौ एकनिमिषः. आम्, एकः पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः, ते करौ नमस्कारः करोति चेत्, सः पुरुषः नमस्कारः करोति चेत् हस्तौ संयोगः भवति, अनन्तरं वियोगः अपि भवितुम् अर्हति. सत्यं. परन्तु घटः अस्ति, कपालः अस्ति, अन्यद् उदाहरणम् अहं स्वीकरोमि. पुस्तकमस्ति, पुस्तकत्वम् अस्ति, द्वौ वियोगः न कर्तुं शक्नोति, पृथक् कर्तुं न शक्नोति, एकस्थलम् एव तिष्ठति. तद् समवायः इति अहं मन्ये. बहु समीचीनं भगिनि, तथा एव. संयोगः इत्युक्ते द्वे वस्तु ये पूर्वं विविक्तौ आस्तां, तौ एकत्र आगत्य तेषां तयोः मध्ये यः सम्बन्धः भवति सः संयोगः. संयोगानन्तरं पृथक्तया तौ भवितुम् अर्हतः. किन्तु पुस्तकं पुस्तकत्वम् अनयोः मध्ये यः सम्बन्धः वर्तते सः सम्बन्धः समवायः. पुस्तकं विना पुस्तकत्वं न तिष्ठति, पुस्तकत्वेन विना पुस्तकं न तिष्ठति. तर्हि यत्र पुस्तकं तत्र पुस्तकत्वं भवति एव. तादृशः सम्बन्धः समवायसम्बन्धः इति उच्यते. अद्य अभाववर्णनम् इत्यतः प्रारम्भं कुर्मः. केन आगतम् इदानीम्? नमस्कारः महोदय, सावित्री मम नाम. अस्तु भगिनि, स्वागतम्. पुस्तकमस्ति वा, विद्याधरी इति? आम् अस्ति. एकनिमिषः, कस्मिन् पुटे? षोडशतमे. षोडशतमे पुटे वयं स्मः. अभाववर्णनम् इत्यतः आरम्भं कुर्मः. अस्तु अस्तु. अहं बहु समयः न तिष्ठामि, 30 निमिषानि यावत् मम पार्श्वे अस्ति. 9:30 गच्छामि. अस्तु, नमस्कारः. अभाववर्णनम् एतावता उद्देशक्रमानुसारेण षट् भावाः निरूपिताः. भावो नाम यः अस्ति इति प्रतीयते. यथा द्रव्यम् अस्ति, गुणः अस्ति, समवायः अस्ति, ते भावाः इति कथ्यन्ते. इदानीं यः नास्ति इति ज्ञायते, तम् अभावं परिशीलयामः. किञ्चित् भूतलमस्ति, तत्र घटो यदि अस्ति तदा एवं व्यवहरामः अत्र भूतले घटः अस्ति इति यदि घटः अपसारितः तदा वदामः अत्र घटः नास्ति घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः भवति तथा घटो नास्ति इति वक्तुं कः ज्ञातव्यो ज्ञातव्यः भवति स एव अभावः इति उच्यते एतावता उद्देशक्रमानुसारेण षड्भावाः निरूपिताः पदार्थाः सप्तपदार्थाः सन्ति ते एव भावाः इति अपि पर्यायपदानि पदः अस्ति एतावता उद्देशक्रमेण क्रमेण सर्वे पदार्थाः न सप्तपदार्थेषु षड् पदार्थाः भावाः अस्तु क्षम्यताम् इदानीम् अवगतम् ते के सप्तपदार्थेषु षड् भावाः प्रतीयते ते के द्रव्यः गुणः कर्म सामान्यं विशेषः समवायः इदानीम् अवशिष्टः अभावः अत्र भावो नाम यः अस्ति इति प्रतीयते एकः वस्तु अस्ति चेत् उदाहरणे घटः अस्ति चेत् घटः अस्ति इति वदति ज्ञायते अस्तु यथा द्रव्यम् अस्ति गुणः अस्ति समवायः अस्ति ते भावाः इति कथ्यन्ते इदानीं यः नास्ति इति ज्ञायते तं भावं परिशीलयामः तम् अभावं परिशीलयामः अस्तु अत्र घटः नास्ति चेत् अभावम् इति ज्ञायते हा अत्र भूतले घटः अस्ति इत्युक्ते घटः इति तस्य भावः घटः अस्ति किन्तु घटः नास्ति इति वदनेन यः अर्थः प्रतीयते सः एव अर्थः घटस्य अभावः अस्ति इत्यनेन अपि प्रतीयते घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः भवति तथा घटो नास्ति इति वक्तुं कः ज्ञातव्यः भवति घटस्य अभावः ज्ञातव्यः भवति घटः नास्ति इति वदनस्य स्थाने घटस्य अभावः अस्ति इति अपि वक्तुं शक्नुमः इति सारांशः सः एव अभावः अस्तु अवगतं वा प्रश्नाः सन्ति वा अवगतम् अग्रे जयन्ती भगिनी पठति वा आं भगिनि एकनिमिषः केन आगतम् अनन्तरं शिल्पा भगिनी श्रीकृष्ण किन्तु रक्षे अहं गच्छन् आगच्छन् भवामि अस्तु अस्तु जयन्ती भगिनी पठति वा आम् आम् अत्र व्यवहारे अपि अस्ति विशेषः पात्रेऽस्मिन् कियत् जलम् अस्ति इति पृष्ठे अर्धम् अस्ति इति कश्चित् वक्ति कश्चित् तु अर्धं पात्रस्य रिक्तम् अस्ति इति वक्ति पात्रं तु तदेव जलमपि तावदेव तथापि कश्चित् अस्ति इति वदति कश्चित् नास्ति इति वदति तत्त्वदेव सर्वैः अभावम् अधिकृत्य भूतले घटो नास्ति इति उच्यते न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले घट अभावः अस्ति इति उच्यते यद् अस्माभिः चर्चितं तदेव अस्ति किञ्चित् वदतु भगिनि तस्य विषये जले चषके जलम् अस्ति इति उदाहरणम् अत्र जलम् अर्धमेव अस्ति चषके तर्हि केचन जनाः किञ्चित् जलम् अस्ति इति उच्यते. केचन जनाः रिक्तः अस्ति, अर्धरिक्तः अस्ति इति उच्यते. तादृशम् अभाव एतदेव अभावः इति उच्यते. यदि जलं नास्ति इति भावः अभावः इति जलं नास्ति इति वदनेन यः अर्थः दर्शितः सः एव जलाभावः अस्ति इत्यस्य वदनेन अपि दर्शितः भवति. अस्तु अस्तु. न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले घटाभावः अस्ति, चषके जलाभावः अस्ति. एकं वस्तु नास्ति इति न कथ्यते न्यायशास्त्रे, परन्तु न्यायशास्त्रे परन्तु घट अभावः इति कथनमस्ति अत्र. सत्यं, तस्य अभावः, सः नास्ति इति वदनस्य स्थाने तस्य अभावः अस्ति इति वक्तुं शक्नुमः इति एव सारांशः. केन आगतम् इदानीं? मम नाम शिल्पा. शिल्पा भगिनि, कस्मिन् पुटे स्मः? षोडशतमे पुटे शिल्पा भगिनी, 16. धन्यवादः. अभाववर्णनम् इति अभाव अर्थः कः? अभाव षोडशतमे पुटे पश्यतु, इदानीं चषके जलम् अस्ति. अस्तु, जलम् अर्धम् अस्ति. केचन वदन्ति जलम् अस्ति. सत्यं, केचन जनं वदन्ति चषके अर्धजलं नास्ति इति. अस्तु, तत्र कः वदति इत्यस्य तमधिकृत्य तस्य दृष्ट्या जलमस्ति वा नास्ति वा इति वर्णनं भवति. न्यायशास्त्रे जलं नास्ति इति वदनस्य स्थाने जलाभावः अस्ति इति उच्यते. ओ अस्तु, अवगतम्. अभावः इत्युक्ते नास्ति इत्यस्मिन् अर्थे अभावः इत्यस्य उपयोगं भवति. अवगच्छति वा? हा, स्पष्टम्. अस्तु, इदानीं वेङ्कटेश्वरं महोदय अग्रे पठति किम्? विरोधनिरूपणम्. अयं घट अभावः, घटस्य अभावः. अयं च घटे सति न ज्ञायते, घटे असति ज्ञायते. लोके हि एवंविधा स्थितः स्थितिः विरोधः इति व्यवह्रियते. यथा नकुल अस्ति चेत् सर्पः न भवति, सर्पः अस्ति चेत् एवं विद्मः. अत्र नकुलः नास्ति इति. किञ्चित् वर्णयतु महोदय. तदेव, तत्र घटस्य अभावः एव घटाभावः इति उच्यते. यदा पूर्वमेव उक्तवन्तः, यदा यदा नास्ति इति पदस्य स्थाने शास्त्रे अभावः इति वयं वदामः. अयं च घटे अभावः वयं जानीमः चेत् घटे सति घटम् अस्ति वा घटे असति वा इति वयं ज्ञातुं शक्नुमः. यतः अभावः इत्युक्ते तत्र तस्य उदाहरणं घटः अस्ति चेत् तत्र घटत्वम् इति वयं जानीमः चेत् तत्र घटत्वं वा पुस्तकत्वं, पुस्तकं नयामः चेत् तद् नास्ति चेत् तत्र तस्य अभावः अस्ति इति वयं जानीमः. उदाहरणं तत्र इदानीं नकुलसर्पयोः सर्वदा विरोधः भवति. अतः यदा नकुल अस्ति चेत् सर्पः न भवति सामान्यतः, सर्पः अस्ति चेत् एवं विद्मः. अत्र प्रायः नकुलः नास्ति, यतः द्वौ अपि एकस्मिन् स्थाने स्थातुं न शक्नुमः, यतः तयोः विरोधः भवति इति कारणात्. अतः विरोधः इति तस्य स्थितिः विरोधः इति व्यवह्रियते सामान्यतया लोके. घटे सति घटाभावः नास्ति, घटाभावे सति घटः न भवति, परस्परं विरोधः भवति तयोः मध्ये इत्येव अर्थः. अग्रे पठतु महोदय. वद्यघातकभावरूपः विरोधः. अयं विरोधः द्विविधः भवति. वद्यघातकभावः सहानवस्थानम् इति. अहेः नकुलस्य च विरोधः पद्यघातकभावरूपः. अहि इत्युक्ते तत्र सर्पः इति अपरपदम्. अतः अहेः नकुलस्य च विरोधः वद्यघातकभावरूपः. तथा हि कुत्रचित् सर्पः अस्ति. इदानीं क्षणचतुष्टयं वयं तत्र चित्रे वयं पश्यामः. प्रथमक्षणे सर्पः एव अस्ति, द्वितीयक्षणे अपि सर्पः एव अस्ति, तृतीयक्षणे सर्पः अस्ति नकुलः अपि अस्ति, चतुर्थक्षणः सर्पः नष्टः नकुलः अस्ति. तथा च वद्यघातकभावरूपे विरोधे ययोः विरोधः वर्ण्यते. तयोः उभयोरपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति. यथा प्रकृतोदाहरणे सर्पस्य नकुलस्य च तृतीयक्षणे एकत्र स्थितिः. एवम् एकेन अग्रिमक्षणे ततोपि अधिककालेन वा अपरस्य नाशः क्रियते. अयं विरोधः शास्त्रे वद्यघातकभावः इति प्रसिद्धः. अत्र एकं तु अहं किञ्चित् तत्र व्यवहरतु भवती भगिनि. अत्र द्वितीयक्षणः प्रथमक्षणे द्वयोः अपि सर्पः अस्ति इति स्थितिः अस्ति किल, तत्र कश्चित् क्लेशः मम मनसि जायते. तद् निवारणं करोति वा कथम्? इतर प्रथम द्वितीयक्षणयोः भेदः कः तत्र? न, तत्र विशेषतया न कोऽपि भेदः इति चिन्तयामि, केवलं प्रदर्शनार्थमेव. अस्माकं वर्गे शनिवासरस्य वर्गे दुर्जनाः सज्जनाः अनयोः मध्ये कीदृशः विरोधः भवति इत्यस्य चर्चा अभवत्. एकस्मिन् गृहे दुर्जनाः भवन्ति, सज्जनाः अपि भवन्ति, किन्तु एकक्षणं प्रथमे क्षणे वा द्वितीयक्षणे वा न भवितुं न भवन्ति किल. आवर्षं भवन्ति अथवा आजन्मं भवन्ति, किन्तु कदाचित् उभयोः एकस्य तत्र स्थितिः भवति, अन्यस्य न भवति. अत्र तु क्षणशः दर्शितवन्तः यतोहि भेदं ज्ञापयितुमेव. कुतश्चित् कुत्रचित् उभयोः एकत्र स्थितिः भवति इति दर्शयितुमेव तथा क्षणः. परन्तु तत्र एकस्मिन् क्षणे चतुर्थक्षणः तु तृतीयक्षणात् अनन्तरम् आगच्छति. यतः द्वयोः अपि तत्र द्वौ अपि तत्र वर्तते. सर्पः अपि किञ्चित् क्षणकालं सर्पः अपि वर्तते, नकुलः अपि वर्तते. अनन्तरं यतः वद्यघातकः भावः अस्ति इति कारणात् एकस्य नष्टः तु भवति एव. अतः सर्पः नष्टः भवति, नकुलः अस्ति. द्वितीयक्षणे नकुलः एव अस्ति इति तत्र एकक्षणः भवितुमर्हति वा इति मम प्रश्नः. हा, तथापि भवितुमर्हति. न न, अहं चिन्तयामि समयस्य सततं कण्टिन्यूस् टैम् दर्शनार्थं तथा निरूपितमस्ति इति. ओ एवं वा? सत्यं सत्यं. यथा प्रथमे क्षणे भवतः विवक्षा का आसीत्, प्रथमे क्षणे नकुलः अस्ति, द्वितीये क्षणे नकुलः अस्ति, तृतीये क्षणे नकुलः अस्ति, सर्पः अस्ति, चतुर्थे क्षणे सर्पः नष्टः, नकुलः अस्ति इति वक्तुं शक्नुमः वा इति भवतः प्रश्नः खलु? प्रायः तदपि साधुरेव. किन्तु कुत्रचित् कस्मिंश्चित् क्षणे, प्रथमे क्षणे भवतु, द्वितीये वा तृतीये वा भवतु, कस्मिंश्चित् काले उभयोरपि स्थितिः एकत्र भवति इति एव वद्यघातकभावः. तदनन्तरम् एकस्य नष्टः भवति. अत्र तु एकः तु वद्यः, एकः तु घातकः. सो यतः प्रथमक्षणे द्वितीयक्षणे वद्यः वा घातकः वा भवितुं शक्यते तत्र. अनन्तरं तृतीयक्षणे सर्पः अपि नकुलः द्वौ अपि तत्र भवितुम् अर्हति. अनन्तरं चतुर्थक्षणे यतः तयोः वद्यघातकभावः रूपः अस्ति इति कारणात् एकस्य नष्टः भवति, अनन्तरम् अपरः एव तिष्ठति इति. कस्य नष्टः भवति, वद्यस्य वा घातकस्य वा? वद्यस्य एव नष्टः भवति किल, वद्यस्य नष्टः. घातकस्य घातकस्य आगमनेन अथवा घातकस्यापि एकत्र स्थित्या वद्यस्य नष्टः भवति. किन्तु मुख्यविषयः अस्ति यत् वद्यः अपि घातकः अपि एकस्मिन् एव स्थले एकस्मिन् एव काले तयोः एकत्र स्थितिः भवति इति एव इति वद्यघातकभावः. रक्षे, मया सन्दर्भः नावगतः, का शङ्का वर्तते अत्र? इत्युक्ते वेङ्कटेशमहोदयस्य प्रश्नः कः इति वा? सत्यं, सः तस्य प्रश्नः आसीत् प्रथमैक्षणे सर्पः एव अस्ति इति उक्तम् अस्ति चित्रे, किमर्थं न प्रथमे क्षणे नकुलः अस्ति इति वक्तुं शक्येत इति. अहं वदामि तथापि भवितुम् अर्हति इति. भवता किं चिन्त्यते? आम्, तत्र कुत्रचित् सर्पः अस्ति इति सर्पस्य स्थानस्य उल्लेखनं कृतं तत्र. तथैव इदानीं सर्पे सर्पः एकस्मिन् प्रकोष्ठे अस्ति इति चिन्तयामः, तस्मिन् प्रकोष्ठे नकुलेन आगतः, तथैव नकुलाः यस्मिन् प्रकोष्ठे स्यात् तस्मिन् प्रकोष्ठे सर्पेणापि गन्तुं शक्यते किल. तर्हि तत् केवलं निदर्शनार्थं नकुलेन अपि कुत्रचित् भवितव्यमेव. यदि नकुलस्य सर्वत्र ततः पूर्वं नकुलस्य अभावः सर्वत्र आसीत् तर्हि नकुलेन तस्मिन् प्रकोष्ठे न आगन्तुं शक्यते किल. तर्हि तस्मिन् स्थाने तस्मिन् क्षणे सर्पः आसीत् इति तत्र विवक्षा. नकुलः अपि भवितुम् अर्हति, केवलं कस्मिंश्चित् क्षणे नकुलसर्पयोः मेलनं जातम् इति एव प्रदर्शयितुं चित्रं गतम् इति भावयामि. एकस्मिन् क्षणे एकस्मिन् काले एकत्र उभयोः स्थितिः भवति, तदनन्तरम् तस्य क्षणस्य अनन्तरमेव एकस्य नष्टः अपरस्य स्थितिः, सः एव वद्यघातकभावः भावरूपः विरोधः इति. प्रश्नाः सन्ति वा सर्वैः? इत्युक्ते वद्यघातकयोः मध्ये कुत्रचित् कस्मिंश्चित् क्षणे काले च मेलनं भवितव्यम् एव इति. सत्यं सत्यम्. अहं सम्यक्तया न अवगच्छामि. सर्पस्य नष्टः अभवत् किन्तु सर्पस्य शरीरः तत्र अस्ति वा? शरीरः तु भवति भगिनि, किन्तु सर्पः तु जीवितः न भवति इति अर्थः. आमामां, सर्पशरीरं सर्पं तु सर्पः तु भिन्नविषयो किल. ओ अस्तु, तर्हि सर्पः म्रियते अतः तस्य भावः नास्ति एव भवितुम् अर्हति. अपि च यदा नकुलः आगतः तत्र तदा सर्पः गमिष्यति इति अपि चिन्तयामः इति अपि भवितुमर्हति. तत्र सर्पः नष्टः इत्युक्ते सर्पः मृतः इति न विवक्षा, सर्पः कुत्रचित् नष्टः इति, बहिर्गतः स्यात् अपि न केवलं दिवङ्गतः. क्षम्यताम्, अहं न अवगतवती, पुनः कथयतु भगिनि. इदानीं सर्पः अस्ति, नकुलः इत्युक्ते किं जानाति वा? महाभारते नकुलः न सः नकुलः नास्ति. नकुलः इत्युक्ते मोङ्गूस्. ओ ओ ओके ओके, अस्तु. इदानीं सर्पनकुलौ वैरिणौ खलु सर्वत्र. नकुलः सर्पस्य मरणं अकरोत्. सर्पस्य मरणं करोति वा अथवा सर्पः अपगच्छति वा यथा महोदयया उक्तं सर्पस्य ततः गमिष्यति नकुलं दृष्ट्वा गमिष्यति खलु भीत्या गमिष्यति गमिष्यति अतः नास्ति अतः नास्ति अथवा मरणस्य कारणेन नास्ति कारणं किमपि भवतु किन्तु सर्पस्य नष्टः भवति नकुलस्य आगमनानन्तरम् अस्तु किन्तु तस्मात् पूर्वं नकुलस्य आगमनात् पूर्वं एकः क्षणः तृतीयः क्षणः इति अस्ति तत्र तस्मिन् क्षणे सर्पः अपि अस्ति नकुलः अपि अस्ति एकक्षणं परस्परं दृष्ट्वा तदनन्तरं कोलाहलं कुर्वन्ति ते तौ इति अर्थः अस्तु अस्तु एकस्मिन् काले एकक्षणे एकत्र उभयोरपि स्थितिः भवति इत्यतः एतस्य भावस्य नाम विद्यघातकभाव घातक इत्युक्ते यः हननं करोति घातकः अस्य विरोधस्य नाम वध्यघातकभावरूपः इति अवगतं वा भाव न पुनः वदतु अत्र स्थूलाक्षरे अस्ति पश्यति वा वध्यघातकभावरूपविरोधः इति भगिनी वध्यघातकभावरूपः इति विरोधस्य नाम तावदेव अस्ति The name of it is called Vadyaghataka Bhava Rupaha. Oh, okay. Astu. Agre Mala Bhagini Patati va? Tatra, Ekam Chintanam Agatam. Tatra Prayaha Sarpena Mrutaha Eva Iti Bhavayami. No Chet, Nakulasya Kaabhiti Hi Sarpasya. Itukte Sarpaha Swayameva Tasmat Prakoshtat Bahirgantum Shaknoti. बहिर्गमनार्थं नकुलस्य आगमनं न आवश्यकं किन्तु नष्टार्थं नकुलस्य आगमनम् आवश्यकं सर्पः स्वयं न नाशम् अनुभवेत् हा न मरणं भवतु अथवा सर्पस्य अपगमनं भवतु किन्तु मुख्यांशः तृतीयक्षणे एकत्र एककाले किन्तु मम विवक्षा एवं वर्तते मरणार्थं तु एकत्र भवितव्यमेव भवति तस्य सर्पस्य अवगमन अपगमनार्थम् एकत्र भवितव्यम् इति नास्ति न तथा नास्ति किन्तु तृतीयक्षणानन्तरम् एकस्य एव इति मुख्यांशः माला भगिनी अग्रे पठति वा भगिनी प्रतिध्वनिः कुत्र इति महान् प्रतिध्वनिः म्यूट् मध्ये स्थापयन्तु सर्वे कृपया इदानीमपि अस्ति लाघवेन येन वदन्ति ते सर्वे म्यूट् मध्ये स्थापयन्तु कृपया अथवा मम पक्षात् अस्ति वा न जाने अस्तु माला भगिनी पठतु इदानीं पश्यामः आम् सहानवस्थानरूपः विरोधः अभावस्थले सहानवस्थानं नाम सः विरोधः यत्र उभयोः विरोधिनोः कस्मिन्नपि काले सः अवस्थानं स्थितिः न भवति प्रथमक्षणे घटाभावः द्वितीयक्षणे घटाभावः तृतीयक्षणे घटः चतुर्थक्षणे घटः यथा प्रकृते विविधेषु क्षणेषु घटो वा भवेत् घटाभावो वा भवेत् न कदाचित् उभौ अयमेव सहानवस्थानरूपः विरोधः इत्युच्यते अत्र लिखितमस्ति सहानवस्थानरूपः नाम यत्र द्वौ वस्तूनि एकत्र भवितुमेव न अर्हति न शक्यते घटाभावः अस्ति अथवा घटः अस्ति, एकत्र घटाभावः घटः अपि भवितुं न शक्यते, न शक्यते। तत्र क्षणशः पठतु एकवारम्, इतोपि एकवारम्। प्रथमक्षणे घटाभावः, द्वितीयक्षणे घटाभावः, तृतीयक्षणे घटः, चतुर्थक्षणे घटः। इदानीं पश्यन्ति वा, यत्र घटाभावः अस्ति तत्र घटः न भवितुम् अर्हति। आम्, यस्मिन् क्षणे घटः घटस्य उद्भवनं भवति तत्र घटाभावः न भवति। सः अनवस्थानरूपः इत्युक्ते सः स्थातुं न शक्नुतः उभौ अपि इति अर्थः। किञ्चित् तत्र विशदीकर्तुम् इच्छामि। तत्र पदत्रयं वर्तते, अवस्था अनवस्था सः अनवस्था। अवस्थान अनवस्थान सः अनवस्थान। अवस्थान इत्युक्ते को एक्सिस्टेन्स्, एक्सिस्टेन्स्। अनवस्थान इस् नान् एक्सिस्टेन्स्, सः अनवस्थान इस् सैमिल्टेनियस् नान् एक्सिस्टेन्स्, किल सः अनवस्थान, सत्यं। तर्हि तत्र घटाभावः अपि च घटः इत्युक्ते घटाभावः, घटाभावस्य अभावः, द्वयोः अपि एकस्मिन्नेव स्थले भवितुं न शक्यते इति। अवगम्यते किं सर्वैः? सः अनवस्थानम्, परन्तु यथा महोदयेन उक्तं, सः अनवस्थानम् इत्युक्ते म्यूचुवल् सैमिल्टेनियस् नान् एक्सिस्टेन्स् वा? सैमल्टेनियस् नान् एक्सिस्टेन्स् भवितुं न अर्हति इति चिन्तयामि। सैमल्टेनियस् एक्सिस्टेन्स् नास्ति इति अर्थः, तथा एव अहमपि चिन्तयामि। आब्सेन्स् आफ् सैमल्टेनियस् एक्सिस्टेन्स्। आम्, आब्सेन्स् आफ् सैमल्टेनियस् एक्सिस्टेन्स्। आम् आम् सत्यं सत्यं, मया सम्यक् न उक्तम्। अस्तु, इदानीं माला भगिनी अग्रे पठतु किञ्चित्। आम्, प्रतियोग्य चित्रे किम् अस्ति इति वदतु, यथा प्रकृते। यथा प्रकृते विविधेषु क्षणेषु घटः वा भवेत्, घटाभावो वा भवेत्, न कदाचित् उभौ, अयमेव सहानवस्थानरूपः विरोधः इत्युच्यते। चित्रे लिखितमस्ति विरोधे, विरोधः कुत्र अस्ति इति लिखितमस्ति चित्रे, कुत्र कुत्र अस्ति विरोधः? माला भगिनी, अहं पश्यामि। घटः घटस्य अस्तित्वं घटाभावः न, घटः विरोधः इति अस्ति इत्यस्य अर्थः घटे विरोधः अस्ति, घटाभावे अपि विरोधः अस्ति। घटे कस्य कृते विरोधः अस्ति? घटाभावस्य भावे कस्य कृते विरोधः अस्ति? घटस्य कृते। परस्परविरोधिनौ तौ, घटः घटाभावः। किन्तु पूर्वतन उदाहरणं दृष्ट्वा किञ्चित् वदतु, सर्प नकुलस्य उदाहरणे कस्मिन् विरोधः वर्तते इति? प्रथम कस्य कृते कस्मिन्? सर्पः अस्ति, नकुलः अस्ति, तयोः मध्ये कस्य अस्तित्वस्य कृते कस्मिन् अस्ति विरोधः? सर्पस्य अस्तित्वस्य विरोधे नकुलः, सर्पस्य अस्तित्वस्य कृते नकुले अस्ति विरोधः, खलु? नकुलः भवति चेत् विरोधः भवति, सर्पस्य नष्टः भवति. सः एव वद्यघातकभावरूपः. किन्तु सहानवस्थानरूपविरोधः अस्मिन् उभयोः विरोधिनोः विरोधः अस्ति. घटे अपि विरोधः, घटाभावे अपि विरोधः अस्ति इति अवगन्तव्यम्. वध्यघातकभावे तथा न आसीत्. नकुले आसीत् विरोधः, तेन सर्पः नष्टः अभवत्. परन्तु भगिनि, तत्र नकुले विरोधः भवति सर्पस्य सर्पस्य, परन्तु केनचित् समये सर्पः अपि नकुलं हन्तुं शक्नोति. किन्तु साम्प्रदायिकरीत्या वयं एतत्तु उदाहरणमेव. आम्, सर्पः बृहत् अस्ति चेत् प्रायः नकुलं मारयति एव, तत्र नास्ति सन्देहः. किन्तु उदाहरणे, परन्तु उदाहरणे अपि मम चिन्तनम् अस्ति द्वयोः एकस्य अनयस्य विरोधः भवितुम् अर्हति. प्रथम वध्यघातकभावरूपविरोधे अपि द्वौ विरोधौ स्तः इति भाति. परन्तु तत्र प्रश्नः तथा नास्ति. अत्र विरोधः यद्यपि भवति, प्रथम सन्दर्भे वध्यघातकभावरूपे तु तत्र सर्पनकुलयोः परस्परविरोधः अस्ति, तथापि कस्मिन् क्षणे काले एकत्र स्थितिः तयोः भवति, परन्तु सहानवस्थानरूपे तथा न भवितुं शक्यते इति तत्र निरूपितः भवति इति मम. सत्यं सत्यम्. ऐ मीन् भवान् यत्किञ्चित् वदति सत्यमेव, परन्तु भगिनी उक्तवती एकमेव विरोधः अस्ति प्रथम उदाहरणे, तथा नास्ति इति भाति मम चिन्तनं. मम मतिः अस्ति, यस्मिन् क्षणे नकुलः एव अस्ति, सर्पः नास्ति, सर्पस्य नष्टं भवति, तस्मिन् क्षणे नकुले एव विरोधः अस्ति सर्पस्य कृते, खलु? चतुर्थे क्षणे सर्पस्य अस्तित्वस्य कृते, सर्पस्य अस्तित्वकृते. परन्तु सः अनवस्थान रूपविरोधे द्वयोर्विरोधभावः अस्ति. घटे विरोधः अस्ति घट अभावस्य कृते. घट अभावे घटस्य विरोधः सम्यक् वा? अत्र परस्परविरोधः वर्तते, तदर्थमेव एकस्मिन् क्षणे क्षणमपि एकं क्षणमपि द्वयोः न स्तः स्थातुं न शक्यते एकत्र इति मम चिन्तनम्. अस्तु, सत्यमेव. तत्र एवं चिन्तयतु, सर्पाभावे नकुलेन भवितुं शक्यते, नकुलाभावे सर्पेण भवितुं शक्यते, किन्तु सर्पाभावे सर्पेण न भवितुं शक्यते, नकुलाभावे नकुलेन भवितुं शक्यते. प्रथमप्रसङ्गद्वये केवलं वध्यघातकभावत्वेन विरोधं द्रष्टुं शक्नुमः. तृतीयचतुर्थ उदाहरणयोः सहानवस्थानमेव भवति, म्यूचुवल् एक्स्क्लूसिविटि. परन्तु सारांशः एवं, द्वयोः एकस्मिन् स्थले एकस्मिन् समये न स्थातुं शक्नोति, अत्र तथा नास्ति. सहानवस्थानरूपविरोधे एकस्मिन् क्षणे अपि विरोधः अपि च तस्य अभावः अपि च तस्य अस्तित्वम् एकक्षणे अपि न स्थातुं शक्नोति. एवम् अपि वक्तुं शक्नुमः इति चिन्तयामि. विरोधः तु निरन्तरम् अस्ति सहानवस्थानरूपे, किल? किन्तु वध्यघातक भावविरोधे तृतीयक्षणे एकत्र तयोः स्थितिः अस्ति एव. तदनन्तरं नकुलः विरोधं कृत्वा सर्पं मारयति इति मम चिन्तनमस्ति. क्षम्यतां भगिनि, विरोधः अर्थः कः? अपोजिशन्. अपोजिशन्. सर्पाभावः तु सर्पस्य विरोधेनैव रच्यते किल. सर्पाभावस्य सर्पस्य अनस्तित्वम् एव कारणं भवति. सर्पस्य अनवस्था एव सर्पाभावं जनयति. किन्तु सर्पस्य अनवस्थं कः जनयति? नकुलः जनयति. नास्ति नास्ति किल. सर्पस्य सार्वकालिक अनवस्था. इदानीं पश्यतु, सर्पस्य अनवस्था तु नकुलेन विनापि जनयितुं शक्यते. सत्यं सत्यं. कुत्रचित् सर्पः वर्तते, सर्पेण स्वयमेव कुत्रचित् अन्यत्र गम्यते इति अस्ति चेत् तत्र सर्पाभावस्य कृते न नकुलस्य आवश्यकता. किन्तु तत्र वद्यघातकभावः अपि नास्ति, सहानवस्थानरूपविरोधः एव अस्ति. सर्पः सर्पाभावः इति यदा वदामः तदा. सत्यं सत्यं. तत्र कोऽपि विरोधः न वर्तते. एवमस्ति मम विवक्षा. तत्र सर्पाभावस्य कारणम् एव सर्पस्य अनस्तित्वम्, अनवस्था. तदर्थमेव सहानवस्थानरूपत्वं भवति तत्र सर्पसर्पाभावयोः. घटघटाभाव इति वदति. भावयोः भ्रमः भवति इति चिन्तयामि. अस्तु, तर्हि सावित्री भगिनी अग्रे पठति वा? अस्तु महोदय. प्रतियोग्य अनुयोगी भावनिरूपणं प्रतियोगी अनुयोगी भावनिरूपणम्. अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता. अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा. अग्रे पठामि वा? पठतु. तत् परिच्छेदं पठित्वा किञ्चित् वदतु अनन्तरम्. इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति. विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति. एवम् अनुयोगितायाः अपि ससम्बन्धिकत्वम् अतः आधेयताधिकारणतयोः यथा निरूप्य निरूपकभावः उच्यते तथा अत्रापि वक्तव्यः. अन्तिमवाक्यं त्यजतु, अहम् अनन्तरं वदामि. किन्तु तस्मात् पूर्वं पठित्वा किञ्चित् वर्णयतु भगिनि. अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता. प्रतियोगिता इति घटस्य अभावस्य विरोधः. घटे विद्यमानस्य विरोधस्य. घटे विद्यमानस्य विरोधस्य. आम् आम्. सौकर्याय प्रतियोगिता इति एक नाम दत्तं तावदेव. नाम दत्तं घटे विद्यमानस्य विरोधस्य. तत् इत्युक्ते विद्यमानस्य विरोधस्य घटस्य अभावस्य इति भवति वा? न इदानीं चित्रं पश्यतु. उपरितने चित्रे घटे अपि विरोधः अस्ति, घटाभावे अपि विरोधः अस्ति इति उक्तवती किल. सहानावस्थानरूपविरोधे उभयोरपि विरोधः भवति. घटे अस्ति, घटाभावे अपि विरोधः अस्ति, परस्परविरोधिनौ. तर्हि घटे विद्यमानस्य विरोधस्य यः विरोधः घटे विद्यते तस्य प्रतियोगिता इति संज्ञा कृता इति नाम दत्तम्. अस्तु अस्तु अवगम्यते. अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा. घटाभावस्य घटाभावे विद्यमानस्य विरोधस्य नाम अनुयोगिता. घटे विद्यमानस्य विरोधस्य नाम प्रतियोगिता. इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति. इत्युक्ते द्वयोः ससम्बद्धिकशब्दाः इति यदा प्रतियोगिता इति उच्यते तथा कस्य प्रतियोगिता इति प्रश्नः उद्भवति. तथा एव अनुयोगिता इति उच्यते चेत् कस्य अनुयोगिता इति प्रश्नः उद्भवति. एवम् अनुयोगितायाः अपि ससम्बन्धिकत्वम् ससम्बन्धिकाः इति वयं पूर्वमेव दृष्टवन्तः आस्म. बालकः एकः बालकः अस्ति, सः कस्यचित् सः पुत्रः इति वदामश्चेत् कस्य पुत्रः इति भवति. इत्युक्ते रामः पुत्रः इति वदामश्चेत् कस्य पुत्रः? दशरथस्य पुत्रः. तर्हि रामदशरथोः मध्ये सम्बन्धः अस्ति. रामः कः इति वक्तुं दशरथस्य दशरथपदस्य अवलम्बनं भवति. तथा एव दशरथः कः इति वर्णयितुं तस्य पुत्रः कः इत्यस्य उपरि अवलम्बनं भवति. तदर्थं तौ ससम्बन्धिकौ. तथा एव प्रतियोगिता अनुता च साकाङ्क्षाः भवन्ति प्रतियोगिता अनुयोगिताः. अवगम्यते वा? भवत्याः उदाहरणे बालकः प्रतियोगिता भवति. न प्रतियोगिता न, ससम्बन्धिकाः इति वक्तुम् अहम् उदाहरणं स्वीकृतवती. बालकः तस्य पिता, उभयोः मध्ये सम्बन्धः अस्ति. बालकः पुत्रः इति वदामि चेत् सः कस्य पुत्रः इति भवति खलु प्रश्नः. कस्यचित् पुत्रः इति तत् पितरं दर्शयित्वा वदामि सः तस्य पुत्रः इति. तर्हि बालकः पिता उभौ अपि ससम्बन्धिकौ. साकाङ्क्षा इत्युक्ते आकाङ्क्षया सह आगच्छति एतौ शब्दौ. अस्तु, अग्रे पठति वा सावित्री भगिनी? अतः आधेयताधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यः. पिता इत्युक्ते पुत्रस्य चित्रम् आगच्छति. तथा एव पुत्र उच्यते चेत् पितस्य चित्रम् आगच्छति. तथा एव अत्र प्रतियोगिता निरूपयति अनुयोगिता, अनुयोगिता निरूपयति प्रतियोगिता. आम्, बहु उत्तमम्. अग्रे पठति वा? चित्रं पठित्वा अग्रे कानिचन वाक्यानि सन्ति, तत् कृपया पठतु. अहमेव? अहं वा? भवती एव. घटनिष्ठा प्रतियोगिता निरूपिता अनुयोगिताश्रयः अभावः. अभावनिष्ठा अनुयोगिता निरूपिता प्रतियोगिताश्रयः घटः इति वक्तव्यम्. अयमेव सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः. एतत्तु परिचितं स्यात्. आधेयता निरूपणार्थम् आधारनिरूपणार्थं पूर्वमपि कृतवन्तः खलु. साकाङ्क्षा भवति आधेय अधिकरणयोः मध्ये साकाङ्क्षा भवति इति कारणेन एतादृशी प्रक्रियया अस्माभिः निरूपितमासीत्। तथा एव घटे अपि च घटाभावे घटे घटाभावे कीदृशः सम्बन्धः अस्ति इति प्रदर्शयितुमेव एतत् चित्रम्। इतोपि एकवारं पठतु भगिनि घटनिष्ठा। घटनिष्ठा प्रतियोगिता निरूपिता अनुयोगिताश्रयः अभावः। अभावनिष्ठा अनुयोगिता निरूपिता प्रतियोगिताश्रयः घटः इति वक्तव्यम्। इति वक्तव्यम्। इदानीम् अनुयोगिता प्रतियोगिता इत्यस्य विवरणं कर्तुं यतामहे। घटनिष्ठ प्रतियोगिता निरूपिता अभावनिष्ठ अनुयोगिता, अवगम्यते वा? प्रतियोगिता कीदृशा कीदृशी, अनुयोगिता कीदृशी इति प्रश्नः उदेति चेत्, इदानीम् अस्मिन् वाक्ये घटनिष्ठप्रतियोगिता निरूपिता अनुयोगिताश्रयः अभावः इत्यस्मिन् वाक्ये अन्ते अभावः इति विशेष्यपदम् अस्ति। तस्य निरूपणार्थम् एवम् एतत् सर्वम् उक्तम् अस्माभिः, अभावस्य निरूपणम् अभवत्। इदानीम् अप्पर् रैट् हेण्ड् कार्नर् पश्यन्तु, तत्र अनुयोगिता इति अस्ति। अनुयोगितायाः वर्णनं कथं कुर्मः? घटनिष्ठ प्रतियोगिता निरूपिता अभावनिष्ठ अनुयोगिता, अवगम्यते वा? सर्वैः अङ्गीक्रियते वा? तथा एव कोऽपि प्रतियोगितायाः वर्णनं कर्तुम् इच्छति किं? वेङ्कटेशमहोदय करोति किम्? प्रयत्नं करोमि, एकनिमिषम्। अभावनिष्ठ अनियोगिता निरूपिता साधु एवं महोदय, अभावनिष्ठ अनुयोगिता निरूपिता घटनिष्ठ प्रयोगिता इति प्रतियोगिता कुत्र अस्ति? घटे अस्ति, तदर्थं सा घटनिष्ठा प्रयोगिता इति वदामः खलु। अभावः कुत्र अस्ति? अनुयोगिता कुत्र अस्ति? अभावे अस्ति, तर्हि अभावनिष्ठ अनुयोगिता इति वदामः। इदानीं प्रयत्नः अग्रे एतद् महोदयेन अपि उक्तम् इति चिन्तयामि, अग्रे गत्वा अनुयोगिता कीदृशी प्रतियोगिता कीदृशी इत्यस्य चर्चा भवति, न तु घटः कीदृशः अथवा भावः कीदृशः इति। तदर्थम् एतदपि कर्तुं यतताम्। घटनिष्ठ प्रतियोगिता निरूपित अभावनिष्ठ अनुयोगिता इत्यनेन अनुयोगिता कीदृशी इति वर्णनं जातम्। अभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठ प्रतियोगिता इत्यनेन प्रतियोगिता कीदृशी इत्यस्य अपि वर्णनं जातम् इत्येव सारांशः। अस्तु, तर्हि श्रीकृष्णमहोदय अस्ति वा? श्रीकृष्ण अस्ति किम्? गतवान् इति मन्ये। अन्येन पठ्यता, अहं पचन्नस्मि, अन्येन पठ्यता। अस्तु, शिल्पा भगिनी अस्ति वा? आम् अस्ति भगिनि, अस्मि भगिनि। सामान्यभाववर्णनम् इत्यतः पठतु। सामान्य भाववर्णनम्। इदानीं तस्य सामान्यभावः इति प्रकारः निरूप्यते प्रतियोगिता भावपदार्थ घटद्वौ विद्यमानः विरोधः इति निरूपितम्। सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्यभावः इत्युच्यते। सामान्यस्य अभावः इति यथा श्रुते तु अयं जातेरभावः स्यात्। कुतः सामान्यं नाम प्रागुक्तरीत्या जातिः। अधिकं करोमि? अवगम्यते वा एतावत् पर्यन्तं? न, किमपि न अवगतवती। अस्तु, तर्हि नीता भगिनी किञ्चित् किञ्चित् पठित्वा वदति वा कृपया? प्रयत्नं करोमि भगिनि। इदानीं तस्य सामान्य अभावः इति प्रकारः निरूप्यते। भावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितम्। प्रतियोगिता पदार्थे घटादौ विद्यमानः घटे विद्यमानः विद्यमानस्य विरोधः नाम प्रतियोगिता, किल? घटादौ घटः वा पटः वा अन्यत् किमपि भवतु, किन्तु घटि घट प्लस् आदि घटादि घटादौ तेषु विद्यमानः विरोधः प्रतियोगिता इति निरूपितम्। अग्रे, सा प्रतियोगिता यदा एकजातियुक्तेषु सजातिषु यावत्सु भवति तदा सः सामान्य अभावः इति उच्यते। अवगच्छति वा भगिनि? सम्यक् न। अन्यः कोऽपि प्रयत्नं करोति किं? जयन्ती भगिनी, माला भगिनी, वेङ्कटेश महोदय? पूर्वं जाति इत्यस्य विवरणं वयं कृतम्, अतः इदानीं पूर्वं संज्ञा वयं कृतवन्तः किल, ते विद्यमानः विरोधः प्रतियोगिता इति, अतः घट आदि तत्र समानपदेषु विद्यमानः विरोधः प्रतियोगिता इति निरूपणम् अभवत् पूर्वमेव। अतः यदा ते तादृश एकस्मिन् समानजातिः तेषु विद्यमानः जातिः अस्ति चेत् तत्र एतादृशप्रतियोगिता यदा भवति तस्य नाम सामान्य अभावः इति उच्यते। यतः यद्यपि तत् विरोधः तद् अभावः एव, अतः एकजातियुक्तेषु पदार्थेषु यावत्सु तत् तादृशप्रतियोगिता भवति तस्य नाम सामान्य अभावः इति तस्य नाम कृतम् इति अहं चिन्तयामि। आम्, तथा एव। इत्युक्ते एकः घटः अस्ति, द्वौ घटौ भवितुम् अर्हतः, त्रयः घटाः अपि भवितुम् अर्हन्ति, किन्तु सर्वेषु एका जातिः वर्तते इति इति चिन्तयतु. तर्हि सर्वे घटाः एकजातियुक्ताः. अस्तु, एकजातियुक्तेषु यः अभावः वर्तते सः सामान्याभावः. समानानाम् अभावः, समानेषु यः अभावः वर्तते सः सामान्याभावः इति उच्यते. यतः पूर्वमेव जातिः इति अपरं नाममपि सामान्यत्वम् इति तस्य विवरणं कृतम्. अतः तत्र सामान्यम् इति सत्यं महोदय. समानेषु यः अभावः वर्तते सः सामान्याभावः. अस्तु, माला भगिनी इदानीम् अग्रे पठति वा? न, नीता भगिनी पठन्ती आसीत्. नीता भगिनी अग्रे पठामि वा? हा. सामान्यस्य अभावः इति यथाश्रुते तु अयं जातेः अभावः स्यात्. कुतः सामान्यं नाम उक्तरीत्या जातिः तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्याभावः इत्यस्य घटस्य यत् सामान्यं घटत्वं तस्य अभावः इति अर्थः स्यात्. नायं विवक्षितः. अवगच्छति वा एतावत् पर्यन्तं? तदेव इदानीं वेङ्कटेश् महोदय भवती अपि उक्तवती, तदेव. अत्र प्रश्नः कृतः अस्ति, सामान्यस्य अभावः इति यथा श्रुते तद् अयं जातेरभावः वा इति. इत्युक्ते सामान्याभावः इति अहं वदामि, किन्तु सामान्य इत्युक्ते किं? सामान्यमासीत् जातिः, समानानां धर्मः सामान्यम् इति वयं दृष्टवन्तः. इदानीम् अहं सामान्याभावः इति वदामिश्चेत् सामान्यस्य अभावः वा जातेः अभावः वा इति प्रश्नः उदेति. किन्तु अत्र उक्तमस्ति सामान्याभावः इत्युक्ते सामान्यस्य अथवा जातेः अभावः नास्ति, सामान्यजातियुक्तेषु यः अभावः अस्ति सः अभावः सामान्याभावः. भेदः अवगम्यते वा? घटः अस्ति, घटे घटत्वम् अस्ति, घटत्वम् इति एकं सामान्यम् इत्युक्ते घटत्वम् एका जातिः. यद्यपि सामान्याभावः इति वदामि तथापि तत्र घटत्वस्य अभावः इति न, घटस्य अभावः इत्येव. सामान्यम् इस् इक्वल् टु जातिः खलु? तत्र भ्रमः मास्तु इत्येव. अवगतं, तद् अवगतम्. अग्रे अपि पठतु, किञ्चित् इतोपि स्पष्टः भवति इति चिन्तयामि. किन्तु सर्वस्य घटस्य अभावः इत्येव मया उक्तं. नायं घटत्वस्य अभावः, किन्तु सर्वस्य घटस्य अभावः इति. अभावः, अवगतम् अवगतम्. अग्रे पठतु भगिनि. घटसामान्यं यत् घटत्वं तद्वान् सर्वोपि घटः. तस्य भावोऽयं कोर्त कः अर्थः? सर्वे अपि घटः अस्य विरोधी. सर्वेपि घट अस्य विरोधी. येन केनापि घटेन घटसामान्याभावस्य अपसारणं कर्तुं शक्यम्. अत्र इदं समीचीन उदाहरणं पश्यामः. कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः. एकनिमिष भगिनि, एकं वक्तुम् इच्छामि. किन्तु सर्वस्य घटस्य अभावः, न तु घटत्वस्य अभावः. घटस्य एव सर्वस्य घटस्य अभावः इति दृष्टं। घटसामान्यं यत् घटत्वं तद्वान् सर्वेऽपि घटः तस्य विरोधी इत्युक्ते इदानीं घटसामान्याभावः अस्ति इति चिन्तयतु इत्युक्ते घटाः नास्ति। अहं यत्किमपि यं कमटमानयामि कृष्णघटमानयामि यं कमपि घटम् आनयामि एकमपि घटम् आनयामि चेत् सः घटसामान्याभावः अपगच्छति। तर्हि सर्वेऽपि घटः अस्य विरोधी घटसामान्याभावस्य विरोधी सर्वेऽपि घटः इति अस्ति विवक्षा अत्र। अस्तु अग्रे पठतु इतोपि स्पष्टं भवति इति चिन्तयामि। कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः सः मत्स्यः त्रस्यति रुटति च कुतः सः जलमपेक्षते अर्थात् सः जलाभावं पश्यति अनुभवति कीदृशजलाभावं जलसामान्याभावं कुतः किमपि जलं मत्स्येनानुभूयमानं जलाभावं वारयितुं प्रभवति कश्चित् तस्मै नदीजलं तद्यात् कश्चित् तडागजलं तद्यात् कश्चित् कूपजलम् अपि तद्यात् यत्किञ्चित् जलं तद्भावस्य विरोधी विरोधरूपा प्रतियोगिता जले तडागजले कूपजले अन्यस्मिन् सर्वस्मिन् अपि जले वर्तते अन्यस्मिन् सर्वस्मिन् जले अपि वर्तते अतः अयं जलसामान्याभावः वक्ष्यमानाभावयोः एवं विधप्रतियोगिता न भवति इति विशेषः। अवगतं वा? अवगतं भगिनि, किञ्चित् प्रतिपादयतु। अत्र मत्स्यजलसम्बन्धं वयं जानीमः। मत्स्यः जले एव अस्ति। अत्र मत्स्यः जलाभावं पश्यति इत्युक्ते जलः नास्ति इति वदति। यदा वियोगः भवति मत्स्यं जलात् उपरि आनयतु तत्र वियोगः भवति खलु जलस्य अनुभवति पश्यति अनुभवति कीदृशजलं जलाभावं जलसामान्याभावम् इत्युक्ते कुत्रापि जलं नास्ति तडागे अपि नदी अपि सरोवरे अपि कुत्रापि जलं नास्ति इति। सत्यं मत्स्येन जलाभावः अनुभूयते खलु जलात् उपरि मत्स्यमानयामिश्चेत् तेन जलाभावम् अनुभूयते। तस्य अभावस्य जलाभावस्य विरोधी कः? जलम् जलाभावस्य विरोधी जलमेव मत्स्यम् इच्छति वा? मया कूपजलमेव इष्यते इति कदापि वदति वा? मया उष्णजलम् एव आवश्यकम् इति वदति वा? न तथा। यत्किमपि जलं तस्य जलाभावस्य विरोधी अस्ति। अस्तु तर्हि जलसामान्याभावः अत्र अस्ति मत्स्यस्य दृष्ट्या अत्र जलसामान्याभावः अस्ति। विशेषजलं न इच्छति मत्स्यः जलमेव इच्छति। जलाभावं निवारयितुं जले अस्ति विरोधः तर्हि जलसामान्याभावस्य विरोधी जलम् अस्ति जले प्रतियोगिता अस्ति इति। यत्किञ्चित् जलं ततः पठतु इतोपि एकवारम्। कुत्र भवति? यत्किञ्चित् जलं तदा अभावस्य विरोधी, तथा पठति वा? यत्किञ्चित् जलं तद् अभावस्य विरोधी, विरोधरूपा प्रतियोगिता नदीजले, तडागजले, कूपजले, अन्यस्मिन् सर्वस्मिन् जले वर्तते. अतः अयं जलसामान्यभावः. जलसामान्यभावस्य विरोधिः कः? विरोधी जलः एव, जलम्. आम, जलम्. तस्मिन् जले किं वर्तते? विरोधः. विरोधः, तस्य संज्ञा का? इदानीमेव प्रतियोगिता. प्रतियोगिता, समीचीनं. जले जलसामान्यभावस्य प्रतियोगिता वर्तते इति अर्थः. अग्रे वक्ष्यमाण अभावयोः इत्युक्ते अग्रे वक्ष्यति उभौ अभावौ, तस्य विवरणम् अत्रैव दत्तमस्ति. इदानीं जयन्ती महोदया अस्ति वा? आम् आं भगिनि. विशेष अभावः, तत्र द्वितीय अभावः विशेष अभावः. तत्र चातकपक्षिणं सम्प्रदाये उदाहरन्ति. स तु पक्षी वृष्टिकाले वृक्षस्य उच्चतमशाखायाम् उपविश्य शिरः उन्नमय्य मेघं पश्यन् वृष्टिम् अभिवाञ्छति. कुतः? सो अपि जलाभावं पश्यति. किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्यः? नैव. कश्चित् कूपजलमादाय तस्मै यच्छति चेत् न सः तुष्यति. अतः अयं जलविशेषाभावः, जलविशेषस्य अभावः. अस्य प्रतियोगिता सर्वस्मिन् जले न वर्तते, किन्तु जलविशेषे. किं तत्? वृष्टिजलम्. अतः तदेव तम् अभावं नाशयितुं प्रभवति. तस्मात् वृष्टिजलं नास्ति इति अयं जलविशेषाभावः. अवगम्यते वा भगिनि? किञ्चित् किञ्चित् अहं प्रयत्नं करोमि. वाक्यशः पठित्वा करोतु. आम्, तत्र द्वितीय अभावः विशेष विशेष अभावः. एतावत्पर्यन्तम् अभावः इति पदस्य पदार्थस्य निरूपितम्. अभावस्य नाम तु भिन्न वा? प्रथममासीत् सामान्याभावः, सामान्याभावः इति. इदानीं विशेष अभावः इति वयं पश्यामः. तत्र चातकपक्षिणम् इति अहं न जानामि पदस्य. चातकपक्षी इति एकः पक्षी अस्ति. अस्तु. हार्न्बिल्. हार्न्बिल्, सः. हार्न्बिल् वा? अस्तु. आम् आम्. चातकपक्षिणं सम्प्रदाये उदाहरन्ति. चातकपक्षिणस्य उदाहरणं वयं स्वीकुर्मः. स तु पक्षी वृष्टिकाले वृक्षस्य उत्तमशाखायाम् उपविश्य शिरः उन्नमय्य मेघं पश्यन् वृष्टिम् अभिवाञ्छति. वृष्टिकाले पक्षी वृष्टिं प्रतीक्षते. कुतः? सो अपि जलाभावं पश्यति. जलं नास्ति इत्यस्य कारणात् जलस्य अभावम् अस्ति अत्र. किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्यः? अत्र सामान्य अभावः नास्ति इति वर्णनम् अस्ति. किमर्थम् इत्युक्ते पक्षी केवलं वृष्टिजलम् एव प्रतीक्षते, न तु नदीजलं वा कूपजलम्. अतः वृष्टिजलस्य अभावः एव अस्ति. कश्चित् कूपजलम् आदाय तस्मै यच्छति चेत् न सः तुष्यति, अतः अयं जलविशेषाभावः। यतः पक्षी वृष्टिजलम् एव प्रतीक्षते, तस्य अभावस्य नाम विशेषाभावः इति। किमर्थम् इत्युक्ते कूपजलं जलेन न तुष्यते, न तु यदि कूपजलम् अस्ति चेत् अस्ति चेत् यद्यपि अस्ति सः न तुष्यति, तस्य वृषिजलम् एव इच्छति, सः वृषिजलमेव इच्छति। वृष्टिजलस्य अभावः किं विशेष अभावः इति उच्यते अत्र। षष्टं वा तावदेव अस्ति। सर्वैः अवगतं वा? प्रश्नाः सन्ति वा? अस्तु, इदानीं भगिनी उक्तवती चातकपक्षी तु वृष्टिजलम् इच्छति, कूपजलं न, सामान्यजलं न, वृष्टिजलमेव। चातक पक्षिणः दृष्ट्या वृष्टिजलाभावः अस्ति, न तु सामान्यजलाभावः। वृष्टिजलः तु एकः विशेषः जलविशेषः अस्ति किल, तदर्थम् एतादृशः अभावः विशेषाभावः इति उच्यते। वृष्टिजलम् आनीय एव तस्य अभावस्य निवारणं भवितुम् अर्हति। तर्हि वृष्टिजलविशेषाभावस्य विरोधी कः? तर्हि वृष्टिजल अभावस्य प्रतियोगिता कस्मिन् अस्ति? प्रतियोगिता वृष्टिजले अस्ति, वृष्टिजले अस्ति। प्रतियोगिता नाम एका संज्ञा, घटे विद्यमानस्य विरोधस्य नाम प्रतियोगिता। वृष्टिजलाभावविरुद्ध या विरोधः वर्तते सा प्रतियोगिता वृष्टिजले एव वर्तते इति अर्थः। अग्रे चित्रं दृष्ट्वा निरूपयितुं शक्नोति वा भगिनि? वृष्टिजलं निष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः। अभावः, इदानीम् अनुयोगितायाः निरूपणं करोतु कृपया। वृष्टिजलं निष्ठप्रतियोगिता निरूपित अभावनिष्ठ अनुयोगिता इति विषयः। प्रथममासीत् सामान्याभावः, अनन्तरं विशेषाभावः, इदानीम् इतोपि एकः अभावः विशेषविशेषाभावः इति। वेङ्कटेशमहोदय पठति वा? हा, पठामि। विशेष अभाववर्णनं, इतोपि अन्यं विशेषविशेषाभावं सम्प्रदाये निरूपयन्ति, स च स्वातीनक्षत्रीयवृष्टिजला अभावः इति। तथा हि सूर्यः प्रायः चतुर्दश वा पञ्चदश वा दिनानि एकैकस्मिन् नक्षत्रे तिष्ठति, तत्र मृगनक्षत्रमारभ्य हस्तनक्षत्रपर्यन्तं नवसु नक्षत्रेषु सूर्ये सति सार्धमासचतुष्टयं प्रचुराः वृष्टिः भवति। ततः चित्रास्वातिनक्षत्रयोः किञ्चित् अधुना वृष्टिः भवति। अयं नक्षत्रकालः प्रायः कार्तिकमासि भवति। यदा स्वातिनक्षत्रीया वृष्टिः आसन्ना भवति तदा सागरे गभीरे जले स्थिता शुक्तिका जलोपरि समेत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते। किञ्चित् वदतु महोदय तस्य विषये। इदानीं तत्र विशेष अभावः इति वयं सामान्य अभावः कः इति दृष्टवन्तः, विशेष अभावः इति वृष्टिजलस्य विद्यमान अभावः इति, इतोपि विशेषविशेष अभावः इति एकः अभावः अस्ति, तद् अत्र निरूप्यते। स्वातिनक्षत्रवृष्टिजल अभावः इति उदाहरणेन निरूप्यते। उदाहरणम् अत्र सूर्यः सामान्यतः एकैकस्मिन् नक्षत्रे सप्तविंशति नक्षत्राणि सन्ति. एकैकस्मिन् नक्षत्रे चतुर्दश वा पञ्चदशदिनानि वा एकैकस्मिन् नक्षत्रे सूर्यः तिष्ठति. अतः मृगनक्षत्रम् आरभ्य हस्तनक्षत्रपर्यन्तं नवनक्षत्राणि सन्ति तत्र. तत्र नवसु नक्षत्रेषु सूर्ये सति सार्धमासचतुष्टयम्. अतः प्रचुरावृष्टिः भवति तस्मिन् काले यदा सूर्यः तस्मिन् नक्षत्रे नवसु नक्षत्रेषु सूर्यः भवति सूर्यः तिष्ठति तदा. ततः चित्रास्वातिनक्षत्रयोः किञ्चित् अधुना वृष्टिः भवति यदा ओ चिद् ऊना वृष्टिः ओ किञ्चित् ऊना वृष्टिः वृष्टिः भवति अल्पवृष्टिः भवति तत्र यदा सूर्यः चित्रास्वातिनक्षत्रयोः तिष्ठति ऊना वृष्टिः एव भवति. अयं नक्षत्रकालः प्रायः यदा तदा मासः तु तत्र कार्तिकमासः भवति तदा. अतः तस्मिन् काले नक्षत्रकालः प्रायः कार्तिकमासे भवति. यदा सूर्यः चित्रास्वातिनक्षत्रयोः तिष्ठति तदा ऊनावृष्टिः भवति. तस्मिन् कालः कार्तिकमासे भवति. स्वातिनक्षत्रीया वृष्टिः आसन् अतः तत्र ऊनावृष्टिः ततः अधिकं न तत्र भवति. ऊनावृष्टिः एव भवति तस्मिन् काले. अतः तद् बहु विरलः तादृशवृष्टिः. तदा सागरे गभीरे जले स्थिता शुक्तिका इत्युक्ते का तत्र ऑयस्टर् पर्ल ऑयस्टर् ऑयस्टर् अस्तु अस्तु जलोपरि समेत्य स्वातिनक्षत्रस्य वृष्टिजलं कामयते. यथोपि विशेषः तत्र वृष्टिजलं तथोपि उपरि विशेषः स्वातिनक्षत्रयो यदा सूर्यः तिष्ठति तदा यदा वृष्टिः भवति तादृशवृष्टिं कामयते शुक्तिका. अग्रे पठामि वा इतोपि अग्रे पठतु. यथा महोदयेन उक्तं बहु विरला सा वृष्टि स्वातिनक्षत्रीयवृष्टि एकमासि एव भवति. शुक्तिका जलं त्यक्त्वा वृष्टिजलं त्यक्त्वा स्वातिनक्षत्रीयवृष्टिजलमेव कामयति इत्यतः तस्याः दृष्ट्या विशेषाविशेष अभावः इति अग्रे अस्ति. महोदय पठतु कृपया. अर्थात् स्वातिनक्षत्रीयवृष्टिजल अभावं पश्यति. नायम् अभावः कूपजलेन नदीजलेन वा शक्यः निवारयितुम् नापि येन केनचित् वृष्टिजलेन. चित्रानक्षत्रीयवृष्टिजलसत्त्वेऽपि न हि शुक्तिः तत् गृह्णाति. केवलं स्वातिनक्षत्रीयवृष्टिजलं वाञ्छति. अतः अस्य अभावस्य प्रतियोगी न जलसामान्यं नापि वृष्टिजलसामान्यम् अपि तु स्वातिनक्षत्रीयवृष्टिजलमेव. जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातिनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः. अतः विशेषविशेषाभावः इति उच्यते. एवमेव सर्वत्र पुष्पसामान्य अभावः नीलपुष्पाभावः शरत्कालिकनीलपुष्पाभावः इत्यादयः सामान्यभावाः विशेषाभावाः विशेषविशेषभावः उदाहर्तव्याः. अतः तत्र यदा शुक्तिका वाञ्छति तत्र यथा पूर्वमेव उक्तं स्वातिनक्षत्रयोः यदा सूर्यः तिष्ठति तदा ऊना वृष्टिः भवति तदेव तद् वाञ्छति. अतः तस्य अभावः विशेष अभावः स्वातिनक्षत्रीयवृष्टिजलाभावः इति तस्य तदेव तस्य अभावं भवति तत्र. तादृश अभावस्य निवारणं तु कूपजलेन वा नदीजलेन वा न शक्यते. वृष्टिजलेन वृष्टिजलं यद्यपि किञ्चित् विशेषाभावः तथापि वृष्टिजलेनापि तद् निवारयितुं न शक्नुमः. चित्रानक्षत्रीय वृष्टिजलम् इति तत्र भवति तदा तस्य उपयोगेनापि तत्र तादृश अभावस्य निवारणं कर्तुं न शक्नुमः. शुक्तिः तद् न गृह्णाति. केवलं स्वातिनक्षत्रीयवृष्टिजलमेव वाञ्छति. अतः तादृश अभावस्य प्रतियोगी तत्र जलसामान्यं तत्र नास्ति. वृष्टिजलसामान्यमपि अपि नास्ति. विशेष विशेष अभावः इति तत्र विशेषे अपि विशेषः अतः विशेषविशेष अभावः अतः तत्र जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातिनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः अत्र विशेषविषय विशेष अभावः इति उच्यते यतः तदेव तद्वाञ्छति किञ्चिदपि भिन्नभेदः तथापि नवसु नक्षत्रेषु भिन्ननक्षत्रे यदा वृष्टिः भवति तादृश वृष्टिः अपि तस्य अभावस्य निवारणं कर्तुं न शक्यते तस्य उपयोगेन इति एवमेव तत्र पुष्पसामान्य अभावः नीलपुष्प पुष्पाभावः शरत्काल कालिकनीलपुष्प अभावः इत्यादयः सामान्य अभावः तादृश अभावः विशेष अभावः विशेषविशेष विशेष अभावः उदाहर्तव्यः इदानीं प्रतियोगी इति एकं पदं दृष्टं किल तत्र तर्हि अस्य अभावस्य प्रतियोगी न जलसामान्यम् अस्य अभावस्य इत्युक्ते स्वातिनक्षत्रीयवृष्टिजलस्य अभावस्य प्रतियोगी कः स्वातिनक्षत्रीयवृष्टिजल अभावः न स्वातिनक्षत्रवृष्टिजल अभावस्य प्रतियोगी स्वातिनक्षत्रवृष्टिजलं प्रतियोगी इत्युक्ते विरोधी इत्येव एका नूतना संज्ञा कृता प्रतियोगिता इति कृत्वा विरोधं दर्शयितुं प्रतियोगी इत्युक्ते विरोधी इति मनसि चिन्तयन्तु अभावस्य विरोधी प्रतियोगिता यत् भवति तस्य न अभावे यः विरोधः अस्ति तद् अनुयोगिता यद् भवति तस्मिन् यः विरोधी भवति तत् प्रतियोगिता इदानीं वृष्टिजलाभावः इति अस्ति वृष्टिजलाभावस्य प्रतियोगी कः जलमेव वृष्टिजलं वृष्टिजलं स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगी कः सामान्यजलाभावस्य प्रतियोगी कः सामान्यजलमेव जलम् मत्स्यः सामान्यजलम् इच्छति तर्हि प्रतियोगी इत्युक्ते यस्मिन् अस्ति प्रतियोगिता सः प्रतियोगी स्वातिनक्षत्रीयवृष्टिजले अस्ति स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता तर्हि तस्य अभावस्य कृते स्वातिनक्षत्रीयवृष्टिजलं प्रतियोगी इति अवगन्तव्यम् इदानीम् इतोपि एकपुटम् अस्ति पठित्वा समापयितुं शक्नुमः इति चिन्तयामि अद्यैव किल प्रश्नाः सन्ति वा अस्तु माला भगिनी अग्रे पठति किम् माला भगिनी अस्ति वा अस्तु सावित्री भगिनी शिल्पा भगिनी अस्ति किम् भगिनी अहम् अस्मि अत्र किन्तु मम सौकर्यं नास्ति अहं शृणोमि एव अस्तु तर्हि पुनः नीता भगिनी एव पठतु अवच्छेदकत्वपदार्थवर्णनं त्रयमाणि त्रयाणाम् एषां जलमेव प्रतियोगी त्रयाणाम् एषां जलमेव प्रतियोगी केषां प्रतियोगी जलं पूर्वदृष्टा वृष्टिजलं पक्षिणविषये स्वातिनक्षत्रीयवृष्टिजलं त्रयाणामेषां जलमेव प्रतियोगी त्रयाणाम् एषाम् अभावानां जलमेव प्रतियोगी. पूर्वं दृष्टानाम् अभावानां सामान्याभावं वृष्टिजलाभावं स्वातिनक्षत्रीयवृष्टिजलाभावं तेषां जलमेव प्रतियोगी इति अस्ति. अग्रे पठतु भगिनी. तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः आनुभविकः. अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्याभावस्य विरोधः. ततः अन्य एव वृष्टिजले विद्यमानः विरोधः. तस्य च सम्यक् ज्ञानार्थम् अत्रैव च अवच्छेद्यावच्छेदकभावमपि पश्यामः. अग्रे पठामि वा? इत्युक्ते अहं झटिति वदामि. इदानीं त्रयाणाम् अभावानां जलमेव प्रतियोगी, किन्तु तत्रापि जलनिष्ठप्रतियोगितानां परस्परभेदः तु आनुभविकः. वयम् एतावत् पर्यन्तं विश्लेषणं कृत्वा कृत्वा विशेषः कः, विशेषविशेषः कः इति भेदं स्थापयन्तः आस्म खलु. सामान्याभावस्य विरोधिः जलं, वृष्टिजले विद्यमानस्य विरोधः भिन्नः, सामान्यजले विद्यमानस्य विरोधः भिन्नः. तर्हि आनुभविकः आसीत् इत्युक्ते विश्लेषणेन अस्माभिः दृष्टमासीत् विरोधः भिन्नः भिन्नः अस्ति त्रिषु प्रसङ्गेषु इति. किन्तु तस्य भेदस्य ज्ञानार्थम् इदानीम् अवच्छेदक अवच्छेद्यकभावं किम् इति पश्यामः इति अग्रे अस्ति. पठतु भगिनि. कश्चित् क्षीरविक्रेता क्षीरमादाय आगतः. कश्चित् क्षीरविक्रेता क्षीरमादाय आगतः. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् अस्ति. कीदृशं पात्रं वयं नयामः? न द्रोणदशकमानकम् कुतः अतिवर्तयित, न अपि द्रोणद्वयमानकं कुतः न्यूनीभवेत्. किन्तु द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः. ततः किं कुर्मः? विक्रेतुः समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः. विक्रेता च पात्रे तस्मिन् क्षीरं स्रावयति. भगिनि वदतु इदानीम् एतावत्पर्यन्तं यदवगतम्. क्षीरविक्रेता इत्युक्ते क्षीरं यः क्षीरं विक्रयति सः क्षीरविक्रेता क्षीरमादाय आगतः. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् इति. द्रोणपञ्चकपरिमितं क्षीरं क्रेतुं भवती कियत् बृहत् पात्रं नयति? द्रोणदशकमानकं पात्रं नयति वा? न, द्रोणपञ्चकपरिमितमेव. हा, द्रोणपञ्चपरिमितमेव नयति. किमर्थं तथा करोति? द्रोणदशकमानं नयति चेत् पूर्णं भवति, बहु बृहत् भवति. आम् आम् आम् आम्. द्रोणदशकम् लघुपात्रम् आनयति चेत् लघु तद् द्रोणपञ्चपरिमितं क्षीरम् आनेतुं न शक्नोति. तर्हि भवत्याः अपेक्षां दृष्ट्वा कीदृशी पात्रम् आवश्यकं तदेव नयति किल. अस्तु, अग्रे जयन्ती भगिनी पठति वा? इदानीं किं तेन योग्येन पात्रेण कृतम्? द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रगतक्षीरात् पृथक् कृतं. पात्रस्थं पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नं। केन एवम् अस्माभिः अवगतं? पात्रेण। तद्हि पृथक् करोति। इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकम्, क्षीरं च अवच्छेद्यं भवति। क्षीरे अवच्छेद्यथा पात्रे च अवच्छेदगता, तयोः निरूप्यनिरूपकभावः। इदानीं वदतु भगिनि, एतावत्पर्यन्तं यदवगतम्। यदि द्रोणपञ्चक पात्रे क्षीरं स्थापयति चेत् तत् क्षीरं तु भिन्न अस्ति। पात्रेण वयं जानीमः एतत् क्षीरं भिन्नः अस्ति इति। अन्यपात्रे द्रोणदशमकपात्रे दुग्धं स्थापयति चेत् तत्तु भिन्न अस्ति। पात्रेण वयं किं वक्तुं शक्नुमः, द्रोणपञ्चकपात्रे भिन्नदुग्धः अस्ति इति, द्रोणदशमकपात्रे भिन्नदुग्धः अस्ति इति। एतत् तु अवच्छेदकम् इति उच्यते। कः अवच्छेदकम्? अवच्छेदकः पात्रम् अवच्छेदकं। क्षीरे अवच्छेदकम् इत्युक्ते किं भगिनि? अवच्छेदकम् इत्युक्ते यः भिन्नं भिन्नं पृथक् करोति। दश द्रोणपञ्चकपरिमितं क्षीरं पृथक् अस्ति, द्रोणदशकपरिमितं क्षीरं पृथक् अस्ति। पात्रमेव भिन्नं करोति, अतः पात्रम् अवच्छेदकम्। वयं क्षीरं दृष्ट्वा वदामः वा? पात्रं मा पश्यतु, इदानीं क्षीरं पश्यतु, क्षीरं दृष्ट्वा वदामः वा भिन्नं भिन्नम् अस्ति इति? न न, पात्रे यत् अस्ति तत् अनुसृत्य वयं वक्तुं शक्नुमः एतत् क्षीरं भिन्नम् इति। अतः पात्रमेव भिन्नं करोति, पात्रमेव अवच्छेदकं, खलु? क्षीरम् अवच्छेद्यं, तत्र निरूपक निरूपितभावः अस्ति। क्षीरम् अवच्छेद्यम् अवगतं वा? पात्रः भिन्नतां प्रदर्शयति पात्रं, तर्हि पात्रः अवच्छेदकम्। भिन्नता प्रदर्शनाय कस्य भिन्नतां प्रदर्शयति? अवच्छेद्यस्य। अस्तु अस्तु, अधुना क्षीरम् अस्ति अवच्छेद्यम्, यस्मिन् भिन्नता प्रदर्श्यते पात्रेण सः अवच्छेद्यम् अस्ति। अस्तु वा, इदानीं चित्रं दृष्ट्वा किञ्चित् निरूपयतु निरूपकनिरूप्यभावः। पात्रे अवच्छेदकता न, अवच्छेदकता निरूपित अवच्छेद्यता आश्रयक्षीरं, खलु? सत्यं, पात्रे अवच्छेदकता अस्ति, तद् कथं वदति भवती? निष्ठ अथवा निष्ठ उपयुज्य वदतु। पात्रं निष्ठ अवच्छेदकता निरूपित क्षीरं निष्ठ अवच्छेद्यता। अवच्छेद्यता, उत्तमं, समीचीनमेव। अथवा पात्रनिष्ठ अवच्छेदकता निरूपित अवच्छेदता क्षीरम्। अग्रे वेङ्कटेशमहोदय वदति वा अग्रिमचित्रम्? क्षीरनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकताश्रयः पात्रम्। पात्रम् अवच्छेदकतायाः निरूपणं करोतु कृपया। क्षीरनिष्ठ अवच्छेद्यता निरूपित पात्रनिष्ठ अवच्छेदकता इति विषयः अस्ति अवच्छेदक अवच्छेद्यभावस्य। गते सप्ताहे एतावत् पर्यन्तम् अस्माभिः कृतमासीत्। प्रश्नाः सन्ति वा? न भगिनि, सर्वं स्पष्टमेव। अस्तु अस्तु, तर्हि प्रश्नाः न सन्ति चेत् विरमामः। शुभरात्रिः। शुभरात्रिः। धन्यवादः। धन्यवादः।